नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अत्र विषयः अस्ति हल्सन्धिः प्रथमः भागः, धातुपटे हल्सन्धिः प्रथमः भागः. तत्र विषयः अस्ति हलन्तेभ्यः धातुभ्यः लङ्लकारस्य प्रथमपुरुषे एकवचने तकारः इति प्रत्ययः, सकारः इति प्रत्ययः, अनयोः योजनविधिः इति. अत्र यदा लङ्लकारे धातुतः प्रत्ययः विहितः भवति प्रथमपुरुषे एकवचने, मध्यमपुरुषे एकवचने, तदानीं पदसंज्ञा जायते आदौ, तदनन्तरं प्रत्ययः अपृक्तसंज्ञकः भवति इति कृत्वा हल्न्याभ्योदीर्घसूतिस्य पृक्तं हल् इत्यनेन प्रत्ययस्य लोपः अपि भवति. तदानीं तत्र पदान्तं लभ्यते, पदान्ते कतिचन कार्याणि, हल्सन्धिकार्याणि भवन्ति. तत्र आदौ अस्माभिः दृष्टं पदान्ते संयोगः, संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगः वर्तते चेत् संयोगे अन्तिमवर्णस्य लोपः भवति, संयोगान्तस्य लोपः इत्यनेन सूत्रेण. तत्पश्चात् पदान्ते संयोगः अस्ति, संयोगस्य प्रथमसदस्यः रेपः चेत् तदानीं रेपस्य अनन्तरं सकारः वर्तते चेदेव लोपः भवति, अन्यवर्णः वर्तते चेत् लोपः न भवति इति रात्सस्य इति सूत्रं नियमसूत्रमस्ति. संयोगान्तस्य लोपः इत्यनेन एव यत् सिद्धं तत्र नियमनं स्थापयति. रेपात् परः अन्यः वर्णः अस्ति चेत् लोपः न भवति, सकारः अस्ति चेदेव लोपः भवति. एतादृशकार्यं तु संयोगान्तस्य लोपः इत्यनेनैव सिद्धमस्ति. तर्हि पुनः किमर्थम् उच्यमानमस्ति इति चेत् सीमां स्थापयति. अन्यः वर्णः अस्ति चेत् न भवति इति सीमां स्थापयति, सकारः अस्ति चेत् एवाकारेण सीमायाः स्थापनं. तत्पश्चात् तत्र संयोगस्य विषये राल्लोपः इत्यपि अन्यसूत्रमस्ति, अङ्गाधिकारे अस्ति. संयोगान्तस्य लोपः रात्सस्य इति सूत्रद्वयं तु त्रिपाद्याम् अस्ति, राल्लोपः इति तु अङ्गाधिकारे अस्ति. तर्हि तत्रापि संयोगस्य विषयः अस्ति, परन्तु संयोगात् अनन्तरम् अन्यः प्रत्ययस्य वर्णः अपि वर्तते. तर्हि रेपात् परस्य चकारस्य वकारस्य च लोपः, रेपस्य अनन्तरं चकारः वा वकारः वा वर्तते चेत् तयोः लोपः भवति. क्विप्परे जलादिप्रत्ययपरे अनुनासिके च परे इति अङ्गाधिकारे राल्लोपं, राल्लोपः इत्येकं सूत्रं. तदपि संयोगः यत्र वर्तते तत्र, परन्तु पदान्ते नास्ति. तदनन्तरं संयोगान्तस्य लोपः इत्यस्य अपवादभूतसूत्रमस्ति, स्कोः संयोगाद्योरान्ते च इति सूत्रं. तर्हि पदान्ते वा झलिपरे वा, स्कोः संयोगाद्योरन्ते च इति सूत्रं प्रथमं सूत्रं यत्र झलिपरे अपि कार्यं भवति, न तु केवलं पदान्ते. तर्हि संयोगस्य प्रथमवर्णः सकारः वा ककारः वा चेत् तदानीं प्रथमवर्णस्य लोपः भवति, सकारस्य ककारस्य लोपः भवति, पदान्ते वा भवतु झलिपरे वा भवतु इति संयोगस्य विषयः अस्ति. तदनन्तरं चवर्गान्तधातुः वर्तते चेत् उत्सर्गसूत्रमस्ति चोः कुः, चवर्गस्य स्थाने कवर्गादेशः भवति झलिपदान्ते च, झलिपरे अथवा पदान्ते. तस्य अपवादभूतसूत्रमस्ति व्रश्च व्रश्च सृज मृज यज राज व्राज चशांशः इत्यनेन सूत्रेण व्रश्च व्रज् सृज मृज यज राज व्राज छकारान्तानां तालव्यशकारान्तानां च धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति जलिपदान्ते, जलिपरे पदान्ते च. एतेषां धातूनामपि चोः कुः इत्यस्य कार्यं भवितुमर्हति, तत् प्रबाद्य इदं सूत्रं कार्यं करोति इति चकारान्तानाम्. अनन्तरं हकारान्तानां विषये वयं पश्यामः चेत् तत्र चत्वारि सूत्राणि सन्ति. होडः इति उत्सर्गसूत्रं, हकारस्य ढकारादेशः भवति जलिपरे पदान्ते इति उत्सर्गसूत्रं. तस्य अपवादभूतसूत्रमस्ति दादेर्धातोर्गः, दकारादि हकारान्तः चेत् हकारस्य घकारादेशः भवति झलिपरे पदान्ते. इदं तु होडः इत्यस्य अपवादभूतसूत्रं. पुनः इतोपि विशेषः वर्तते वा द्रुहमुहश्नुहश्निहाम् इत्यनेन एतेषां परिगणितानां द्रुहमुहश्नुहश्निह इत्येषां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशः भवति झलिपरे पदान्ते. घकारस्य अभावे होडः इत्यनेन ढकारादेशः अपि भवति. अनन्तरं नहोदः इत्यनेन नह धातोः हकारस्य धकारादेशः भवति जलिपरे पदान्ते च इति चत्वारि सूत्राणि. अनन्तरं भष्भावः इत्यपि एकं सूत्रमस्ति, तत्र एकाचो भषो भष् झषन्तस्य त्वोः इति सूत्रम्. यत्र धातोः अवयवः कश्चन अवयवः यः झषन्तः एकाच् वर्तते तस्य भषः भष् आदेशः भवति. निमित्तमस्ति सकारे परे द्वशब्दे परे पदान्ते च, त्रीणि निमित्तानि सन्ति. तर्हि एकाचो भषो भष् झषन्तस्य त्वोः इति सूत्रम्. तदनन्तरं सकारान्तधातवः, यत्र धातोः अन्ते सकारः वर्तते तत्र तिप्यनस्ते इति आदौ सूत्रमस्ति. तिपि परे पदान्तसकारस्य दकारादेशः भवति, अस्धातौ न भवति. इत्युक्ते पदान्तसकारस्य दकारादेशः भवति तिपि परे. पदान्तसकारः इति उक्तम् इति कृत्वा तिप्रत्ययस्य लोपः भवति इति अवगन्तुं शक्यते. तर्हि प्रत्ययलोपे प्रत्यलक्षणम् इत्यनेन तिप्रत्ययः वर्तते इति, तदाधारीकृत्य पदान्ते सकारः वर्तते. पदान्ते सकारः वर्तते चेत् तत्र जलां जषोऽन्ते सस्जषरुः इति द्वयोः सूत्रयोः प्रसक्तिः, परन्तु तत् प्रबाद्य आदौ तु उत्सर्गसूत्रमस्ति जलां जषोऽन्ते, तत् प्रबाद्य ससजषोरुः, पुनः तदपि प्रबाद्य तिप्यनस्तेः इत्यनेन सकारस्य स्थाने दकारादेशः भवति. तत्पश्चात् सिपि धातो रूर्वा इति सिपि परे तिप्यनस्तेः, सिपि परे सिपि धातो रूर्वा इत्यनेन पदान्तस्य सकारस्य रू आदेशः भवति दकारः वा. अत्र समुच्चयः अस्ति, एकेन सूत्रेण कार्यद्वयं, रू आदेशः अथवा दकारादेशः सिपि परे. अत्र समुच्चयः वा नो चेत् अन्येन सूत्रेण भवति वा इति मतभेदाः सन्ति, परन्तु अद्यत्वे तु सिपि धातो रूर्वा इत्यत्र समुच्चयः इत्येव अद्यत्वे वैयाकरणः स्वीकुर्वन्ति. अतः सिपि धातो रूर्व इत्यनेनैव कार्यद्वयं भवति, एकस्मिन् पक्षे रू आदेशः, अन्यस्मिन् पक्षे दकारादेशः सिपि परे भवति. तदनन्तरं तत्र दश्च इत्यपि अन्यत् सूत्रमस्ति. धातोः पदान्ते दकारस्य धातुसंज्ञा अपि अपेक्षिता, पदान्तत्वमपि अपेक्षितं. पदान्ते दकारः वर्तते चेत् विकल्पेन रू आदेशः भवति सिपि परे इति उक्तम्. रू विकल्पेन भवति, यस्मिन् पक्षे रू नास्ति तत्र तु दकारत्वं तु अस्ति एव इति कृत्वा दत्वम् एव तिष्ठति. तर्हि अत्रापि मतभेदः अस्ति. दश इत्यत्र यथा पूर्वं सिपि धातो रूर्व इत्यत्र उक्तम्, अत्रापि समुच्चयः इति वा एवं वक्तव्यं वा इति चेत् तत्रापि मतभेदः अस्ति. अत्र काशिकाकारः वदति अहं समुच्चयः एव अत्र दः इत्यस्य अनुवृत्तिः भवेत्, येन समुच्चयरूपेण एकस्मिन् पक्षे रू अन्यस्मिन् पक्षे दकारः, यथा सिपि धातो रूर्व इत्यत्र आसीत् तथैव अत्रापि भवति इति एकः पक्षः. अन्यः पक्षः अस्ति सिद्धान्तकौमुदीकारस्य मतानुरोधेन, तथा आवश्यकता तादृश आवश्यकता नास्ति. यतोहि धातोः अन्ते दकारः तु अस्ति एव, दकारः अस्ति चेत् तर्हि पुनः किमर्थम् अनुवृत्तेः अपेक्षा नास्ति. दकारत्वम् अस्ति इति कृत्वा तत्र साक्षात् अन्यस्मिन् पक्षे दकारत्वं तिष्ठति एव, अतः अत्र अनुवृत्तेः अपेक्षा नास्ति इति, तत्र एव लाघवम् इति एकः पक्षः. कथञ्चित् वा भवतु, तत्र दश्च इत्यनेन रू आदेशः विकल्पेन भवति इति अवगन्तुं शक्नुमः. इति तावद् अस्माभिः गतवर्गे प्राप्तमासीत्. तर्हि एतानि सर्वाणि सूत्राणि मनसि तिष्ठन्ति चेत् अग्रे प्रक्रियायां सौलभ्यं भवति. यदि सूत्रस्य कार्यं किम् इति न जानीमः तदानीम् अवगमनं न भवति. तदर्थं मया पुनस्मरणम् इदानीं कारितम्. पुनस्मरणं भवन्तः अपि पुनः पुनः कुर्वन्तु पुनस्मरणं. तेन किं भवति इति चेत् यदा प्रक्रियां कुर्मः तदानीं झटिति सूत्रस्य कार्यं मनसि आयाति, नो चेत् क्लेशः भवति. अतः अत्र हल्सन्धिकरपत्राणि यदा वयं पठामः तदानीं किं करणीयम् इति चेत् एकं पत्रं स्वीकृत्य एकं कागदं स्वीकृत्य सूत्रं किं, सूत्रार्थः कः, तस्य अपवादः कः इति एवं रीत्या लिखन्ति चेत् पुनः पुनः तस्य पुनस्मरणं कुर्मः चेत् तदानीं स्पष्टता भवति। यदि पूर्वमेव एतानि सर्वाणि सूत्राणि जानन्ति तदानीं क्लेशः नास्ति, परन्तु इदानीमेव प्रथमवारं पठ्यमानं चेत् तदानीम् अवश्यं पुनस्मरणं कर्तव्यं, नो चेत् क्लेशः भवति। यदा वयं प्रक्रियां कुर्मः, उदाहरणं स्वीकृत्य प्रक्रियां कुर्मः, तदानीं क्लेशः भवति। अस्तु, तावदुक्त्वा इदानीं मकारान्तदातवः इति आरभ्य एकवारं पठामः। तत्र पठति मीना भगिनी, पठति वा? पठामि भगिनि। मकारान्तदातवः मकारान्तां पदत्वे सति मकारः स्थाने नकारः भवति। मोनो धातोः मकारान्तस्य धातोः पदस्य नकारादेशो भवति। तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः। ममः षष्ट्यन्तं नः प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रं। स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मह धातोः पदस्य अन्ते नः। तत्र मकार यदि धातु मकारान्तधातु अस्ति चेत् तस्य मकारान्त अन्तिम मकारान्त तदन्त्यविधिः तदा यत्र अलवन्तस्य सूत्रं सम्पूर्ण, परन्तु अन्तिमवर्णस्य एव स्थाने तत्र किं भवति मकारान्तस्थाने नकारः भवति। मकारान्तधातु यदि धातु मकारान्तः अस्ति चेत् तस्य स्थाने नकारः भवति। यत् पद अन्तिम नका धातु वर्णः मकारः अस्ति चेत् नकारः, अपि च पदस्य अपि निमित्तद्वयमस्ति, पदस्य मकारः अस्ति चेत् तस्य मकारस्य स्थाने अपि नकारः भवति। उदाहरणं पठामि वा? अजङ्गं पठतु। अजङ्गं योगः तकारः। हल्ङ्याभ्यो दीर्घा सुतिस्य पृक्तं हल् इत्यनेन तकारः लोपः। अजङ्गम् इदानीं मोनो धातुः इत्यनेन मकारः स्थाने नकारादेशः अजङ्गन् भवति। अजङ्गम् इति धातु भवति, तस्य लङ्लकारे प्रथमपुरुषे एकवचने तकारः भवति। तत्र हल्ङ्याभ्यो दीर्घा सुतिसि अपृक्तं हल् इत्यनेन इति सूत्रेण तकारः पृक्तं हल् भवति, तत्र लोपः भवति। इदानीम् अजङ्गम् अस्ति, पदान्ते अस्ति, तिप्षिक तिङ्क्षित् पदान्ते अस्ति। इदानीं मोनो धातोः इत्यनेन मकारस्थाने नकारादेशः अजङ्गन् इति रूपं तिष्ठति। अग्रे पठामि वा? आमाम् अग्रे वाक्यद्वयं यदस्ति तदपि पठतु। अपरेषाम् अनुनासिकान्तानां गतिः एव नकारः ण्यकारः कोऽपि धातुः नास्ति यस्य अन्तिमवर्णः नकारः वा ण्यकारः वा स्यात्। अनुनासिकवर्णज्ञमङ्गननम् अस्ति, तत्र मकारस्थाने नकारः भवति मोनो धातुः इति सूत्रेण, परन्तु नकारः ण्यकारः कोऽपि धातु अन्तिमवर्णः नकारः ण्यकारः नास्ति, अतः अत्र किमपि कार्यं नास्ति। नकारान्तधातुः णकारान्तधातुः चेत् किमपि कार्यं न भवति, अतः नकारः णकारः च एतावत् तिष्ठति। यदा ण्यमगणनम् इति तत्र पञ्चवर्णाः अनुनासिकवर्णाः अस्ति, मकारस्थाने नकारः भवति मोनो धातुः इति सूत्रेण, नकारक ञकारक कोऽपि धातु अन्तिमवर्णः ञकारः वा ञकारः वा नास्ति, किमपि कार्यं न करोति। नकारान्त णकारान्तधातुः चेत् किमपि कार्यं न भवति, अतः अपि न कार्यं किमपि नास्ति। नकारः नकारः यथा तादृशमेव तिष्ठति। अग्रे पठामि वा? न न, समीचीनं, धन्यवादः, सम्यक्। तर्हि मोनो धातोः इति सूत्रमस्ति। यथा दश्च इत्यत्र आसीत् पदान्तत्वमपि अपेक्षितं, धातुत्वमपि अपेक्षितं। तर्हि पदान्ते दकारः इति उक्तं दश्च इत्यत्र, अत्र पदान्ते मकारः इति अस्ति, तर्हि मकारस्य स्थाने नकारादेशः भवति। सुलभमेव सूत्रं। तर्हि जङ्गमयोगः त इति प्रत्ययः, तत्र जङ् यदा प्रत्ययस्य लोपः भवति तदानीम् अजङ्गम् इति पदमस्ति, अजङ्गम् इति धातुः अपि अस्ति, पदत्वं धातुत्वं द्वयमपि अस्ति इति कृत्वा मोनो धातुः इत्यनेन मकारस्य पदान्तमकारस्य नकारादेशः भवति, अजङ्गन् इति रूपं लभ्यते। तर्हि इदानीं ततः अग्रे जलां जशोऽन्ते वावसाने इति परिचितं सूत्रमेकवारं पश्यामः। तर्हि किम् अरुणभगिनी पठति वा जष्ट्वसन्धि चत्वसन्धि? आं भगिनि, जष्ट्वसन्धि चत्वसन्धिश्च अस्मिन् सोपाने ध्येयं यत् पदस्य अन्तिमो वर्णः कः, वर्गस्य पञ्चमसदस्यश्चेत् किमपि कार्यं नास्ति, पदान्ते झल् वर्गस्य प्रथमो द्वितीय तृतीया चतुर्थ वा चेत् जस्त्वसन्धिः शत्रुसन्धिः च प्रसक्तैः स्तः। पदे यत्र सन्धेः प्रसक्तिः अस्ति तत्र सन्धिः नित्यमिति जानीमः, अतः अस्मिन् सन्दर्भे सन्धिकार करणीया एव, वैकल्पिको न। ओके, जस्त्वसन्धि चतुर्सन्धि वर्गस्य प्रथम सदस्य द्वितीय तृतीय चतुर्थ अस्ति चेत् जस्त्वसन्धि चतुर्सन्धिः च प्रसक्ति स्तः। पदे अत्र सन्धिः नित्यमस्ति, सन्धिकार्यं करणीयमेव, विकल्पः न। जलां जशोन्ते सूत्रं पदान्ते झलः स्थाने जष् आदेशो भवति, पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव। पदात् परे अच् स्यात् जल् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव। बाधकसूत्रमस्ति चेत् अन्य वार्ता, जल् प्रत्याहारे पञ्चमवर्गीय व्यञ्जनानि वर्जयित्व सर्वाणि वर्णानि व्यञ्जनानि नामनुनासिकवर्गीयव्यञ्जनानि अपि च शासः प्रयोगे वर्गाणां प्रथमः द्वितीय तृतीय चतुश्च वर्णाः आयन्ति। जष् प्रत्याहारे वर्गाणां तृतीयवर्णः जा बा गा डा द स्थाने अन्तरतमः इत्यनेन कवर्गीयानां स्थाने घकारः, सवर्गीयाणां स्थाने जकारः, सवर्गीयाणां स्थाने धकारः, स्थवर्गीयाणां स्थाने ढकारः, अवर्गीयाणां स्थाने बकारः इति। तर्हि पदस्य अन्ते झल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीयवर्ण आदेशः भवति, अयं जस्त्वसन्धिः इत्युच्यते। जलां षष्ट्यन्तं जश् जशः प्रथमान्तम् अन्ते सप्तम्यन्तं त्रिपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवचितसूत्रं पदस्य अन्ते जलां जशः सूत्रं जलां जशो अन्ते इति अष्टाध्याये द्वितीयपादे नवत्रिंशत्तमं सूत्रं वदति पदान्त अस्ति, जल् वर्णः अस्ति, स्थाने जश् आदेशः भवति. पदान्ते कोऽपि वर्णः नास्ति अपि भवितुमर्हति. पदात् परे अच् स्यात् हल् स्यात् तथैव उक्तं बाधकसूत्रमस्ति. ओ बाधकसूत्रं न तु चलां प्रत्याहारे पञ्चवर्गे के वर्णाः अस्ति चेत् अनुनासिकवर्गीयव्यञ्जनानि विहाय विहाय प्रथम द्वितीय तृतीय चतुर्थश्च वर्णाः अस्ति. अधुना जश् प्रत्याहारे किं के वर्णः अस्ति चेत् ज बाग तृतीयवर्ग वर्ण तृतीयवर्गः ज बाग ड द इति तदेव भगिनि. आमां सम्यक् सम्यक् सम्यक् सम्यक् समीचीनं भगिनि सम्यक् धन्यवादः. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. उमा भगिनी पठितुमिच्छति वा विरामो अवसानम् अनन्तरं वा अवसाने इति सूत्रद्वयं पठतु. अस्ति किम् विरामो अवसानं वर्णानाम् अभावः अवसानसंज्ञकः वर्णानाम् अभावः ओके विरामः प्रथमान्तम् अवसानं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं विरामः अवसानम् अत्र वर्णानाम् अभावः अवसानम् अवसानमिति मन्यते द्विपदमिदं सूत्रं विरामः अवसानं विरामः प्रथमान्तम् अवसानं प्रथमान्तं सूत्रं स्वयं सम्पूर्णं विरामः अवसानम् अग्रे पठामि वा अवसाने पठतु. अवसाने झलः विकल्पेन षड् आदेशो भवति. अवसाने झलः विकल्पेन सर् आदेशो भवति. अनेन अवसान अवस्थायां विकल्पेन जस्त्वं सर्त्वं वा अव्ययपदम् अवसाने सप्तम्यन्तं द्विपदमिदं सूत्रम् जलां जस् जशि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः अभ्यासे चर्च इत्यस्मात् सर् इत्यस्य अनुवृत्तिः अनुवृत्तिः सूत्रम् अवसाने जला सरो वा कवर्गान्तधातुः दस्त्वे दकारादेशः सत्त्वे ककारादेशः यथा अशासक् दत्वे अशासङ् सत्त्वे अशासक् ओके अत्र वावसाने सूत्रम् अस्ति. अवसाने जलः विकल्पेन सर् आदेशः भवति. सो अवसाने जलः अस्ति चेत् विकल्पेन सर् आदेशः भवति. अवसान अवस्थायां विकल्पेन दस्त्वं सर्त्वं वा अध्ययपनम् ओके. सो दस्त्वम् अपि आगन्तुं शक्यते सर्त्वमपि आगन्तुं शक्यते. झलां जस् जसि इति सूत्रेण झलाम् इत्यस्य अनुवृत्तिः अभ्यासे तस्य इत्यस्मात् स इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अवसाने झलां सरो वा इति अत्र उदाहरणं दत्तम् अशासक् कवर्गीय कवर्गान्तदातु दस्ते गकारादेशः सर्वे ककारादेशः आगच्छति असासित् अथवा असासज् इति आगच्छति. सम्यक् भगिनी, सम्यक्, समीचीनं, धन्यवादः. तर्हि जलां दशोऽन्ते वा अवसाने इति सूत्रद्वयं परिचितम्. अवसानं नाम किम् इति अपि इदानीं दृष्टं. तर्हि ततः अग्रे किञ्चित् अग्रे गच्छामः. एतत् सर्वं परिचितमस्ति अस्माकं. तर्हि अग्रे शोभा भगिनी पठति वा? आं भगिनि, इदानीं तत्र कवर्गान्तधातुः जस्त्वे गकारादेशः चर्त्वे ककारादेशः यथा अशासक् तत् अभवत् खलु? तदभवत् अग्रे. अस्तु अस्तु. इदानीं चवर्गान्तधातुः द्विविधा चोः कुः वृश्च भ्रश्च सृज मृज यजराज भ्राज चषां शः इति द्वयोः सूत्रयोः प्रसक्तिः. अवच् इति इदानीं लङ्लकाररूपं, चोः कुः तत्र पदान्ते चकारः चकारान्तधातुः भवति. तर्हि चोः कुः इति इत्यनेन चवर्गीयवर्णस्य स्थाने कवर्गीयवर्णस्य आदेशः. तर्हि अवक् इति तिष्ठति. तत्र इदानीं जस्त्वं भूत्वा जलां जक्षन्त इत्यनेन अवग् इति ककारस्य गकारादेशः अवग् इति भवति. तदनन्तरं चर्त्वं गकारस्य स्थाने पुनः ककारादेशः अवक् इति एव अन्ततो गत्वा रूपं. तथा अवाव्रश्च इति रूपं सति चेत् तत्र स्कोः इदानीं तत्र पदस्य अन्ते पदान्तसंयोगे सकारः वा ककारः वा भवति चेत् तत्र संयोगान् किं स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः भवति इति. तत्र अवावृश्च इत्यत्र षकारः पूर्वं सकारः आसीत् श्रुत्वं भूत्वा अवावृश्च इति अभवत्. तर्हि तत्र सकारः अस्ति संयोगे, आदिवर्णः अपि अस्ति संयोगस्य, अतः स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः भवति. अवावृच् इति तिष्ठति. इदानीं तत्र वृश्चिति धातुः अस्ति, अतः वृश्च भ्रश्च सृज मुज यजराज भ्राजश्चषाम् इति सूत्रेण चकारः आदेशः भवति इत्यनेन पदान्तचकारस्य स्थाने चकारादेश मूर्धने चकारादेशः भवति, अवावृश् इति भवति. इदानीम् अवावृश् अन्ते चकारः, अतः तत्र जस्त्वं भवति. शकारस्य स्थाने टकारादेशः अवावृड् इति भवति. तदनन्तरं चर्त्वमपि भवति, टकारस्य स्थाने टकारादेशः अवावृट् इति अन्तिमरूपं भवति. अग्रे अपि पठामि वा? अग्रे पठतु. अस्तु. टवर्गान्तधातुः अस्ति चेत् जस्त्वे डकारादेशः भवति, चर्त्वे टकारादेशः भवति. यथा अतृणोढ् इति, अतृणोढ् इति तत्र अन्ते ढकारः, जस्त्वं भूत्वा अतृणोढ् इति भवति ढकारस्य महाप्राणढकारस्य ढकारादेशः. चर्त्वं भवति अतृणेड् इति, न अतृणेड्, चर्त्वं भूत्वा अतृणेट् इति, इत्युक्ते पुनः डकारस्य स्थाने टकारादेशः भवति. तर्हि अतृणेट् इति रूपं सिद्ध्यति. तवर्गान्तधातुः अस्ति चेत् जस्त्वे दकारादेशः, तवर्गस्य दकारादेशः भवति, तकारस्य दकारादेशः चर्त्वे. तदनन्तरं यथा अरुणध् इति, तत्र जस्त्वं भवति धकारस्य स्थाने किं तत्र अल्पप्राणदकारादेशः, तदनन्तरं चर्त्वम् अरुणत् इति पुनः दकारस्य तकारादेशः सिपि वा ऋत्वम् इति तत्र सिपि वा ऋत्वम् इति तत्र कुत्र भवति इति चेत् किं तत्र तु सिपि वा इति तत्र सकारान्तधातूनां कृते आगच्छति खलु धातुः दकारान्तः खलु दकारान्तधातुः दकारान्तः अस्ति चेत् दश्च अथवा सिपि धातुरुवा तु सकारान्तः अत्र तु दकारान्तः अतः दश्च हा दकारान्तः दश्च अस्तु हा दश्च तत्र अरुणः इति रूपं स्थितिवरुत्वम् इति दत्तं खलु भगिनी तत्र अरुणः इति ऋत्वं भवति चेत् तत्र तदनन्तरं रुस्थाने विसर्गादेशः भवति अतः अरुणः इति भगिनी क्षणतां तत्र सिपि वा इति किमर्थम् इति पश्यतु अत्र अरुणध् दकारान्तः अस्ति जलां जसोऽन्ते इत्यनेन अरुणध् दकारान्तः भवति दश्च इति सूत्रम् अपि च वा अवसाने दश्च इति 8275 वावसाने इति 84 अस्ति अतः प्रथमतया दश्च इति भवति तर्हि दश्च इत्यनेन दकारस्य पदान्तदकारस्य स्थाने विकल्पेन अतः अरुणः इति रूपम् अन्यस्मिन् पक्षे दकारस्य दकारादेशः अरुणद् इति भवति पुनः वावसाने इत्यनेन विकल्पेन चर्त्वम् अतः अरुणत् अथवा अरुणद् इति आहत्य त्रीणि रूपाणि अरुणद् अरुणत् अपि च अरुणः इति वैकल्पिकरूपं भवति अस्तु सम्यक् सम्यक् अस्तु भगिनि धन्यवादः धन्यवादः इदानीं हा इदानीं किञ्चित् अग्रे गच्छामः सूर्यकुमारी भगिनी अग्रे पठति वा भगिनि अत्र प्रश्नः उदेति व्ययारीत्या अत्र प्रश्नः उदेति व्ययारीत्या किम् अस्ति वा न श्रूयते भगिनि सूर्यकुमारी भगिनि न श्रूयते हरि ओम् विद्याभगिन्याः कनेक्षन् कथम् भगिनी पठतु सूर्यकुमारी भगिनी हरि ओम् मम ध्वनिः श्रूयते वा हा अस्तु सूर्यकुमारी भगिनी अस्ति वा कृपया पठतु ओके तर्हि किम् अनिमा भगिनी अग्रे पठति वा आं भगिनि अत्र प्रश्नः उदेति यया रीत्या भूयोगः शप् भव इत्यस्य धातुसंज्ञा नास्ति तया एव रीत्या रुद्धयोगः श्नम् अरुणद् इत्यस्य धातुसंज्ञा अपि न स्यात् किल तत् अत्र तन्मध्ये पतित तत् ग्रहणेन गृह्यते इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम् इति कृत्वा धातुसंज्ञा भवत्येव अत्र भू भवति इति प्रक्रिया यदा भवति भूयोगः शप्योगः ति इति चिन्तयतु तस्मिन् समये भूयोगः शप् इत्यस्य भव इति भवति गुणः भवति परन्तु भव इत्यस्य धातुसंज्ञा नास्ति इति वयं जानीमः तर्हि कथं रुद्योगः श्नम् अत्र अरुणध् इत्यस्य धातुसंज्ञा भवति इति प्रश्नः पूर्वम् उक्तं किल तवर्गान्तधातुः अस्ति चेत् तत्र पदान्ते दश्च रुः वा इति भवति इति तत् कथं भवति इति तत्र प्रश्नः अत्र उक्तं परिभाषा एका अस्ति तन्मध्ये पतितस्तद्ग्रहणेन गृह्यते तत्र रुद् इत्यस्य मध्ये एव नकारः आगत्य तिष्ठति सो धकारः एव अन्ते भवति अतः तस्य धातुसंज्ञा भवति एव यथा भव इत्यत्र ऊकारः अन्ते नास्ति भू इत्यस्य परिवर्तनं भवति भव इति अभवत् अत्र तु धकारः एव अन्ते अस्ति तद् मध्ये एव नकारः विकरणप्रत्ययः आगत्य तिष्ठति अतः तदपि धातुत्वेन एव वयं स्वीकुर्मः परिभाषया इति उक्तम् सम्यक् अग्रे गच्छतु अग्रे गच्छतु दकारान्तधातुः जष्ट्वे दकारादेशः चर्त्वे तकारादेशः दश्च वा ऋतुम् इति भवति किल सिपि वा न भवति दश्च ऋत्वं यथा अमोमोद् जष्त्वं भूत्वा अमोमोद् इत्येव तिष्ठति चत्वं भूत्वा तन्मध्ये दश्च इति तेन विकल्पेन ऋत्वं भवति अमुमोः इति भवति अमुमोर् तदनन्तरम् अमुमोः भवति पुनः अमुमोद् इत्यस्य विकल्पेन चर्त्वं भूत्वा अमुमोत् इति भवति वावसाने इत्यनेन अग्रे पवर्गान्तधातुः वदामि वा अग्रे भगिनी अग्रे गच्छतु पवर्गान्तधातुः जष्ट्वे बकारादेशः चर्त्वे पकारादेशः यथा अलालभ् तत्र जष्ट्वं भूत्वा अलालभ् इति भवति वावसानि इत्यनेन चर्त्वं भूत्वा अलालप् इति भवति षकारान्तधातुः जष्ट्वे डकारादेशः चर्त्वे टकारादेशः षकारस्य उच्चारणस्थानं मूर्धा अतः मूर्धन्यवर्गस्य इत्युक्ते टवर्गस्य आदेशः भवति यथा अद्वेष् तत्र जष्ट्वं भूत्वा अद्वेड् इति भवति मूर्धन्य ऋटुरषाणां मूर्ध इति अस्ति अत्र षकारस्य डकारादेशः भवति जष्त्वेन चर्त्वे वावसाने इति तेन चर्त्वं भवति अद्वेट् इति भवति सम्यक् सम्यक् धन्यवादः एकक्षणं समीचीनं भगिनि सम्यक् अस्ति तत्र अरुणधि रुध्योगश्नम् इति प्रसङ्गे कोऽपि प्रश्नः अस्ति वा तन्मध्ये पतितः तद्ग्रहणेन गृह्यते इति परिभाषा इत्युक्ते श्नम् इति तु विकरणप्रत्ययः सामान्यतया विकरणप्रत्ययः धातोः अनन्तरम् आयाति विकरणप्रत्ययप्रत्ययस्य अपि च धातोः अनयोः मेलनं भवति चेत् अङ्गं लभ्यते तत्र तु धातुसंज्ञा न तिष्ठति एवं तत्र रुदादिगणे श्नम् इति विकरणप्रत्ययः तु धातोः अनन्तरं नायाति परन्तु धातोः मध्ये आयाति तर्हि तत्र धातुसंज्ञा अस्ति वा किमर्थं तत्र धातुसंख्या संज्ञायाः चिन्तनम् इति चेत् दश इति सूत्रं धातुसंज्ञा अस्ति चेदेव कार्यं करोति खलु अतः अरुणद् इति प्रसङ्गे धातुसंज्ञा अस्ति वा न वा अङ्गसंज्ञा एव अस्ति खलु इति तादृशप्रश्नः भवितुम् अर्हति तदानीं वयं वदामः न न अनु अरुणद् इति तु भिन्नम् अस्ति भव इति तु भिन्नम् अरुणद् इति भिन्नम् अस्ति अरुणद् इत्यत्र तु धातोः अनन्तरं नास्ति विकरणप्रत्ययः परन्तु धातोः मध्ये एव विकरणप्रत्ययः आयाति तर्हि मध्ये पतितः अस्ति तर्हि रुद् इत्यत्र या धातुसंज्ञा वर्तते सा संज्ञा तिष्ठति यदा विकरणप्रत्ययः मध्ये आयाति चेदपि सा संज्ञा तिष्ठति, अतः तत्र अरुणद् इत्यत्र धातुसंज्ञा इदानीमपि अस्ति इति कृत्वा तत्र दश्च इत्यस्य सूत्रस्य कार्यं भवति. स्मर्तव्यं यत् दश्च इत्यस्य कार्यार्थं धातुत्वम् अपेक्षितं, पदान्तत्वमपि अपेक्षितम्, अतः एतादृशचिन्तनम् अत्र क्रियमाणम् अस्ति. अस्तु, अत्र संशयः नास्ति चेत् इतः अग्रे वयं गच्छामः. इदानीं सूर्यकुमारी भगिनी, नमस्ते भगिनि. नमस्कारः, क्षम्यतां भगिनि. भगिनि, अत्र परिभाषायाः अवगमने किञ्चित् क्लेशः. अत्र उक्तं यत् विकर्णप्रत्ययः मध्ये युक्तः इति कारणात् अत्र धातुसंज्ञा तिष्ठति इति परिभाषायाः अर्थः वा? इत्युक्ते यस्य मध्ये पतितः तर्हि मूले ये गुणाः सन्ति तादृशगुणाः परिवर्तितरूपे अपि भवति इति एव अर्थः. रुद् इत्यत्र ये गुणाः सन्ति ते गुणाः रुणद् इत्यत्रापि भवन्ति, यतोहि रुद् इत्यत्र मध्ये विकरणप्रत्ययः पतितः, अतः रुणद् इत्यत्रापि ते एव गुणधर्माः भवन्ति. तन्मध्ये पतितः तद्गृहणेन गृह्यन्ते. मध्ये पतितः चेदपि पूर्वं यदासीत् तद् तत्र तिष्ठति इत्येव परिभाषायाः अर्थः. किन्तु अन्ते पतितं चेदपि धातुसंज्ञा लुप्यते खलु सामान्यतया? कुत्र अन्ते पतितं चेत्? इदानीं भूधातोः अन्ते शप्रत्ययः यथा विहितः भव इति रूपं यथा भवति, तत्र अन्ते एव शप् युक्तः, शप् विकर्णप्रत्ययः युक्तः, तत्र तु नास्ति इदानीं धातुत्व नास्ति, यतोहि विकर्णप्रत्ययः युक्तः इति कारणात्. सत्यं, किन्तु तत् अत्र तर्कः कः इति न अवगतः. मध्ये वा भवतु अन्ते वा भवतु विकर्णप्रत्ययः तु युक्तः एव. न, मध्ये वा भवतु अन्ते वा भवतु इति न. अत्र भू इति धातोः मध्ये पतितः वा शप् इति प्रत्ययः? धातोः अनन्तरमेव आगतं खलु, अनन्तरम् आगतः प्रत्ययः. परन्तु अत्र परिभाषा किं वदति इति चेत्, यत्र किमपि अस्ति, धातुः अस्ति वा प्रातिपदिकं वा अस्ति वा यत्किमपि भवतु, तत्र मध्ये पतितः चेत् इत्युक्ते शरीरम् अस्ति इति चिन्तयतु. शरीरम् अस्ति, इदानीं हस्तः अस्ति, हस्ते पञ्च अङ्गुल्यः सन्ति. कदाचित् किं भवति इति चेत् तत्र षष्ट अङ्गुलीः अपि आयाति कदाचित्, तदानीं तत्र तादृश अङ्गुलिः अस्माकं शरीरस्य भागः अस्ति वा न वा? भागः तु अस्ति एव. एवं यदि शरीरस्य अस्माकम् अन्ते, शरीरस्य अन्ते इदानीं तत्र कदाचित् किमपि लम्प् अथवा किमपि आयाति खलु शरीरस्य, सिस्ट् अथवा किमपि आयाति खलु शरीरस्य मध्ये, तर्हि सः तु शरीरस्य भागः अस्ति वा न वा? तर्हि मध्ये पतितः, शरीरस्य मध्ये पतितः, शरीरस्य भागः, तर्हि तदपि शरीरमेव खलु. यथा लोके व्यवहारः अस्ति तथा एव धातोः मध्ये पतितः कश्चन किमपि पतितं चेत् तर्हि मूले ये गुणधर्माः सन्ति ते गुणधर्माः परिवर्तितरूपे अपि भवति. यथा वयं वदामः धातौ विकारः जायते चेदपि तत्र धातुः एव इति वयं वदामः खलु, तद्वत् एव अत्र अस्ति. धातोः मध्ये किमपि पतितं चेदपि तद् इदानीमपि धातुः एव इति अर्थः. किन्तु भव इत्यत्र तु नास्ति, धातुत्वं नास्ति. भव इत्यत्र तु धातोः अनन्तरं शप्रत्ययस्य विधानं जातम्. अत्र तु धातोः अनन्तरं किमपि विधीयते इति नास्ति, धातोः साक्षात् मध्ये पतितमस्ति किमपि अन्यः वर्णः. तर्हि तादृशप्रसङ्गे इदानीं परिवर्तितं रूपम् अस्ति, मूलस्य ये गुणधर्माः ते गुणधर्माः परिवर्तितरूपे अपि भवन्ति. एकदेशे विकृतस्य अनन्यत्वात् इति अपि परिभाषा अस्ति खलु? तदस्ति. तत्र एकदेशे परिवर्तनं जायते चेत् तत्र तु एकदेशे परिवर्तनम् इत्युक्ते कश्चन वर्णः अस्ति तस्य परिवर्तनम्, अत्र तु एकदेशे परिवर्तनम् इति नास्ति, अत्र नूतनवर्णः वर्णस्य आगमनम्, नूतनवर्णस्य आगमनम् अस्ति चेदपि यथा परिवर्तनम् इत्यत्र वयं चिन्तयामः तद्वत् एव अत्रापि आगमः अस्ति चेदपि समानम्, इदानीं परिवर्तितं रूपम्, एकदेशस्य परिवर्तनं खलु, अतः कश्चन एकदेशस्य परिवर्तनं नास्ति अत्र, एकदेशस्य परिवर्तनं नास्ति तत्र तु. एकदेशस्य परिवर्तनं नाम किं? तत्र कश्चन वर्णः अस्ति तस्य परिवर्तनं जायते केनचित् सूत्रेण, तदेव एकदेशस्य परिवर्तनम्. अत्र तु एकदेशस्य परिवर्तनं नास्ति परन्तु नूतनस्य योजनम्. तादृशयोजनम् अस्ति चेदपि तत्र मूलस्वभावः तिष्ठति इत्येव अर्थः. अस्तु, वंशि भगिनी प्रश्नः आसीत्. नमस्कारः भगिनि. लक्ष्मी भगिनी अभवत् वा भवत्याः प्रश्नः? इतोपि प्रश्नः जातं भगिनि. जातं वा? अस्तु भगिनि, तत्र सिपि वा रुत्रं ऋत्वम् इति तत्र यत् लिखितं तत् दोषाय भवति. सिपि कौमा वा ऋत्वम् इति वदति चेत् सम्यक् भवति, नो चेत् सिपि धातो ऋग्वा इति मनसि आगच्छति इति मम अभिप्रायः. सिपि परे दश सिपि परे कार्यं करोति, तत्र वा ऋत्वं ऋत्वं विकल्पेन भवति इति अवगम्यते. यदि सिपि वा ऋत्वम् इति वदामः तर्हि तत्र अवगमने क्लेशः अस्ति मम अभिप्रायः. न, अवगमने किमर्थं क्लेशः? तत्र वाक्ये शब्दे दोषः अस्ति इति वदति वा? शब्दे तु दोषः नास्ति खलु. सिपि वा ऋत्वं, सिपि परे ऋत्वं वा इति वदामः चेत् को दोषः? तत्र अन्यत् सूत्रमस्ति किल, सिपि सिपि धातो रुर्वा इत्यनेन तत् मनसि आगच्छति इति मम अभिप्रायः. न, तथा नास्ति, अत्र विवक्षा नास्ति, अत्र मनसि आयाति इति भिन्नवार्ता. सिपि धातो रुर्वा इति सूत्रं मनसि आयाति इति सत्यं. तत्र तदपि तत्र पदान्तस्य खलु सकारान्तत्वं नास्ति इति कृत्वा तादृशसूत्रं मनसि न आगच्छेत्. हा, सत्यं तत्तु अस्ति. प्रथमवारं यदा दृष्टं मया तत्र सिपि किमर्थं तत् सूत्रं लिखितम् इति चिन्तितं, परन्तु दश इति सिपि परे कार्यं करोति इति तु अवगम्यते, तस्मात् ऋत्वं विकल्पेन भवति इति अपि अवगच्छामः. तर्हि अस्तु, इत्युक्ते भवती जागरिता अस्ति वा स्वप्नावस्थायाम् अस्ति वा इति परीक्षणं तावदेव. अस्तु भगिनि. दकारान्तः धातुः इति उक्तं खलु, अतः सिपिधातुरुर्वा इत्यस्य प्रसङ्गः एव नास्ति, दश इत्येव स्यात्, अतः सिपि वा ऋत्वम् इति वदामः चेत् तादृशचिन्तनं मास्तु. सत्यं सत्यं, तत् अवगम्यते. अस्तु, चित्तमस्ति. इत्युक्ते जागरिता अस्ति वा न वा इत्येव प्रश्नः. कदाचित् महोदय तादृश ट्रिक् अपि करोति. अस्तु, समीचीनम्. अस्तु, तर्हि अग्रे गच्छामः. भगिनि, सुकुमार् अस्मि. मम गृहपरितः अधिकध्वनि अस्ति, अद्य शृणोमि एव. अस्तु अस्तु, इदानीं तु न श्रूयते परन्तु अस्तु, यथा यथेच्छा. अस्तु, तर्हि इदानीम् अग्रे पद्मनाभन् महोदय पठितुमिच्छति वा अग्रे? हा महोदय. सकारान्तधातुः जस्वे डकारः डकारादेशः, चर्त्वे चकारादेशः, सकारस्य उच्चारणस्थानं मूर्धा, अतः मूर्धन्यवर्गस्य इत्युक्तौ टवर्गस्य आदेशो भवति, यथा अद्वेष् जस्वम् अद्वेड्, चर्त्व चर्त्वम् अद्वेट्. यदि धातोः अन्ते सकारः अस्ति चेत् तस्य स्थाने डकारादेशः भवति, जस्व जस्वं जस्वं जस्व सन्ति जस्वे जस्वे जलां जसन्ते इति सूत्रेण डकारादेशः भवति, वा अवसाने चत्वे चकारादेशः भवति. सकारस्य उच्चारणस्थानं मूर्धा, अतः मूर्धन्यवर्णस्य इत्युक्तौ टवर्गस्य मूर्धन्यवर्ण मूर्धन्यवर् मूर्धः अस्ति, चकारः मूर्धन्यवर्णः अस्ति, अतः टकार टवर्गस्य आदेशः भवति, मूर्धन्यवर्गस्य टवर्गस्य आदेशः भवति, अतः डकारः भवति. अद्वेश् सकारस्य स्थाने मूर्धन्यडकारः अद्वेड् इति भवति, वा अवसाने इति सूत्रेण चत्वं भूत्वा अज् वेट् इति भवति. अग्रे गच्छामि वा महोदय? अग्रे षकारान्त सकारान्तधातुः रश्च ब्रश्च सृज मृज यज राज ब्राज चसां सः इत्यनेन सकारस्य स्थाने षकारादेशः भवति. तदा जस्वे डकारादेशः, चत्वे टकारादेशः. यदा अवस् अत्र सकारस्य स्थाने तालव्यसकारस्य स्थाने मूर्धन्यषकारः आगच्छति. जस्वं जस्व जस्वे अवड् इति भवति, चत्वे अवट् इति भवति. व्रश्च भ्रश्च सृज मृज यज राज ब्राज चसाम् इति सूत्रेण यत्र धातोः अन्ते षकारः अस्ति तस्य स्थाने मूर्धन्यषकारः आगच्छति. अनन्तरं जस्वे डकारः भवति, चत्वे टकारः भवति. अवे अवस् इत्यस्य स्थाने अवट् इति भवति, चत्वे अवट् इति भवति. आमामां सम्यक् समीचीनं. सकारान्तधातुः इत्यपि स्वीकरोतु. सकारान्तधातुः तिप्यनस्तेः इत्यनेन सकारस्य चकारादेशः भवति. यदा अचकास् दत्वम् अचकाद् चर्त्वम् अचकात् सकारान्तधातुः अस्ति चेत् तिपि पदे अन्तिमसकारस्य स्थाने दकारादेशः भवति. यदा अचकास् इत्यस्मिन् सकारस्य स्थाने अचखाद् इति भवति. जस्वे जस्त्वे अचखाद् चत्वे अचखात् इति भवति. सिपि धातो रुर्वा इत्यनेन विकल्पेन रु आदेशः भवति. यदा अचकास् इत्यस्मिन् स्थाने अचखाद् इति भवति, अनन्तरं चत्वे अथ अचखात् इति भवति, अनन्तरं रुत्वम् आगच्छति सिपि धातो रुर्वा इति सूत्रेण. अतः अचक अचकास् इत्यस्मिन् स्थाने अचकार् इति भवति. अनन्तरं मूनो उपदेश अजर्नासिक इत् इत्यनेन उकारस्य संज्ञा भवति, तस्य लोपः इति सूत्रेण लोपः भवति, अचकार् इति भवति. अनन्तरम् अत्र सजसुसो रुः इति सूत्रेण सारि करवसानयोर्विसर्जनीय इति सूत्रेण अत्र रेपस्य स्थाने विसर्ग आदेशः भवति, अतः अचकाः इति भवति. सम्यक् सम्यक् समीचीनं समीचीनं महोदय. भवान् चाट् विण्डो मध्ये अथवा मह्यं भवतः दूरवाणीसङ्ख्यां कृपया प्रेषयतु अनन्तरम्. अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः. हकारान्तधातवः इति सरस्वती भगिनी स्वीकरोति वा? नमस्ते भगिनि. नमस्कारः. हकारान्तधातुः यथा अलिह योगतकार तलोपः अलिह होडः इत्यनेन ह स्थाने हकारस्थाने ढकार अलिड् जष्ट्वं भूत्वा अलिड् चर्त्वं भूत्वा अलिट् एवमेव अतृणि जष्ट्वं भूत्वा अतृणेड् चर्त्वं भूत्वा अतृणेट् तर्हि अत्र हकारान्तधातुविषये अस्ति. यदि हकारान्तधातुः अत्र उदाहरणरूपेण अस्ति अलिह योगतकार तर्हि तत्र तलोपः भवति हल्याभ्यो दीर्घच्युतिस्य पक्वं हल् इत्यनेन तकारस्य लोपः भूत्वा अलिह् अवशिष्यते. अत्र उत्सर्गसूत्रं कार्यं करोति होडः इत्यनेन हकारस्य स्थाने ढकार आगच्छति अतः अलिह् अलिड् भवति. अत्र जष्ट्वं भूत्वा अलिड् भवति ढकारस्य स्थाने डकार. पुनः यदि चर्त्वं भवति तदा अलिट् भवति. पुनः द्वितीय उदाहरणमस्ति अतृणे अतृणे जष्ट्वं भूत्वा पुनः प्रथमं तु होडः हकारस्य स्थाने ढकारः, तदनन्तरं जष्ट्वं डकारः, अतृणेड् चर्त्वम् अतृणेट्। अग्रे पठामि किं भगिनि? आमाम् अग्रे पठ अग्रे पठ। अस्तु, तर्हि दकारादि हकारान् दकारादि हकारान्तधातुः, तर्हि हकारान्तधातुः एव अस्ति परन्तु प्रथमवर्णः दकारादि अस्ति। तर्हि अत्र उदाहरणमस्ति दु दि इत्यादयः, यथा अदोः योगतकार, हल्याभिदीर्घच्युतिस्य प्रोक्तं हल् इत्यनेन तकारलोपः अधोः अवशिष्यते, तदा दादेर् दादेर्धातोर्घोः दादेर्धातोर्घः इत्यनेन हस् हकारस्य स्थाने घकार अधोग्, एकाचो बशो बश् जशन्तस्य स्थोः इत्यनेन बशो भश् भूत्वा तृतीयवर्णस्य स्थाने चतुर्थः वर्णः आगत्य अधोग् भवति, जष्ट्वं भूत्वा अधोग्, चत्वं भूत्वा अधोक्। अत्र द्वितीय उदाहरणमस्ति, हकारान्त एव अस्ति परन्तु प्रथमवर्णः यदि दकारादि अस्ति यथा दुः अथवा दिः, तर्हि अत्र तकार अस्ति तदनन्तरं, तर्हि पुगन्तलघुपदस्य च इत्यनेन उकारस्य ओकार तु अभवत् एव, तर्हि अधोः योगतकार अस्ति, अत्र तकारस्य लोपः भवति हल्न्याभिदीर्घच्युतिस्य प्रोक्तं हल् इत्यनेन अवशिष्यते अधोः। अत्र उत्सर्गरूपेण होडः आगच्छति परन्तु तत् प्रभात् दादेर् धातोर्घः इति सूत्रं तं प्रबाद्य कार्यं करोति, यतोहि प्रथमवर्णः दकारः अस्ति तदनन्तरं हकारः अस्ति, अतः हस्थाने घकारः आगच्छति न तु ढकारः, अत्र घकारः आगच्छति अतः अधो अधोग् भवति। इदानीम् एकाचो बशो भष् झषन्तस्य स्थोः इत्यनेन कार्यं भवति, यतोहि घकार भष् अस्ति, दकार बश् अस्ति, बश् प्रत्याहारे अस्ति, अतः जषन्तस्य अथवा जषन्तस्य स्थोः इत्युक्ते पदान्ते अथवा सकार ध्व यदि अनन्तरमस्ति तर्हि तृतीयवर्णस्य स्थाने चतुर्थः वर्णः आगच्छति, बशस्य स्थाने बश्, बशः स्थाने बश् आगच्छति, अतः अधोग् भवति अधोग्। अत्र जष्ट्वं भूत्वा पुनः घकारस्य स्थाने गकार आगच्छति तृतीयवर्णः, चत्वं भूत्वा अधोक् भवति इति हलन्तेभ्यो धातुभ्यः लङ्लकारस्य सप्रत्ययः सप्रत्ययश्च इत्यनयोः योजनविधिः। सम्यक् सम्यक् समीचीनम्, इदानीं समीचीनं, तर्हि इदानीं साक्षात् अभ्यासः, इतः अग्रे अभ्यासः भवति, तर्हि किं विजयलक्ष्मी भगिनी आरब्धुमिच्छति वा? आं भगिनि, अभ्यासः लङ्लकारस्य तिप्रत्यये परे रूपं कल्पनीयम्, सिपि भिद्यते चेत् तदपि वक्तव्यम्, अदादिगणे किं करणीयं भगिनि? शास् इत्यस्य लङ्लकाररूपाणि वा? लङ्लकारे तिपि परे रूपं कल्पनीयम्। अशास् योगः तकारः इति प्रत्ययः, तत्र संयोगान्त तकारः हल् ज्ञाभ्यो दीर्घात् श्रुतिश्च प्रक्तं हल् इत्यनेन तकारस्य लोपः भवति। अपि च अशास् इति तिष्ठति, तत्र पदान्ते सकारः अस्ति पदान्ते सकारः अस्ति अतः ऋत्वं विसर्गः भवति अशाः परन्तु अत्र सिपि धातो रूर्वा इत्यनेन तिपि परे इदानीं तिपि तिपि तिपि इत्यस्य सूत्रमस्ति खलु तिप्यनस्तेः तिप्यनस्तेः अतः तत्र तिप्रत्यये परे विकल्पेन विकल्पेन परन्तु अस् धातु न भवति परन्तु अत्र तु अस् नास्ति खलु हा विकल्पेन विकल्पेन इति न तिपि अनस्तेः अन् अस् अस् न मास्तु पदान्तस्य सकारस्य दकारादेशः भवति तिप्रत्यये परे अस् धातु भवति चेत् न भवति तावदेव खलु भगिनि आं सत्यम् अतः अशात् इति भवति अशात् तत्र विकल्पः नास्ति अतः अशात् तावदेव रूपम् न इतोपि किमपि चिन्तयतु अशाद् इति एकं रूपम् अपि च दकारः अस्ति खलु अतः जष्त्वं चर्त्वम् इति अशाद् अशात् इति भवति जलां जष्वन्ते इति जष्त्वं सूत्रं प्रबाद्य एव जष्त्वं खलु पदान्ते सकारः पदान्तसकारस्य दकारादेशः जातः इदानीं पुनः जलं जष्वन्ते न आयाति न आयाति अतः केवलं वा अवसाने इत्यनेन इति सूत्रेण तकारः चर्त्वं भूत्वा अशाद् अशात् इति रूपद्वयं भवति सिपि परे का गतिः सिपि परे सिपि धातो रूर्वा इति अस्ति तत्र सिप् प्रत्ययः अस्ति अतः विकल्पेन रूप दकारादेशो अपि भवति अपि च रु भवति चेत् ससजुषो रुः न विसर्ग आदेशः अपि भवति रेफस्य खरवसानयोर्विसर्जनीयः इति अशाः इति भवति अशाद् इति भवति पुनः वा अवसाने इति तकारादेशः अपि भवति रूपत्रयं सिद्ध्यति समीचीनम् अस्तु धन्यवादः भगिनि इदानीम् अग्रे लक्ष्मी भगिनी अग्रे स्वीकरोति वा वच् आं भगिनि वदिष्यामि वच् धातु वचयोगः इति लङ्लकारः इति अडागमः अवच् योगत् दीर्घात् श्रुतिस्य प्रत्यं हल् लकारस्य लोपः अवच् इति अवशिष्यते पदसंज्ञा अस्ति अवच् चवर्गान्तत्रयोः कुः सूत्रेण चकारस्य ककारादेशः अवक् इति रूपम् अवक् इदानीं जष्टुं सम्भवति जलां शुष्यन्ते अवग् इति स्यात् पुनः चर्त्वं विकल्पेन भवति वावसाने इत्यनेन अतः रूपद्वयम् अवक् अवग् इति सिपि परे तु अवच् योग अत्रापि अप्रतसंज्ञकस्य लोपः अवच् इति अवशिष्यते पुनः समानकार्यमेव चुः अवक् भावने अवग् अवक् इति रूपद्वयम् सम्यक् भगिनि सम्यक् सम्यक् अग्रे मृज् धातुः वंसी भगिनि वदति वा आं भगिनि मृज् धातुः अस्ति अमृज् इति भवति प्रथमं तु गणागमः भूत्वा अमृज् तस्मात् त इति प्रत्ययः तत्र तु गुणः भवति सूत्रं किमपि अस्ति न मृजेर्वृद्धिः इति एकं सूत्रमस्ति तत्र फुगन्तलघुपदस्य च इति सूत्रं प्रबाद्य वृद्धिः सत्यं किल तदेव मृजेर्वृद्धिः इति किमपि अस्ति अतः तत्र मार्ज् इति भवति अतः अमार्ज् इति भवति अङ्गम् अमार्ज् भवति अमार्ज् योगात् तत्र तु तकारस्य लोपः भवति हन्याभ्यो दीर्घा चतुश्चप्रप्तं हल् इति सूत्रेण अमार्ज् इति पदं भवति अमार्ज् इति पदं भूत्वा तत्र तस्मात् चकारः अस्ति किल तस्मात् चष्ट्वं भवति अमार्च् इति भवति अमार्च् इति भवति तस्मात् चष्ट्वं भवतु एकक्षणम् इदानीम् अमार्ज् इति प्रसङ्गे कति सूत्राणि प्रसक्तानि इदानीं किं किम् उक्तवती जलां जशोन्ते इति उक्तवती वा जलां जशोन्ते उत्सर्गरूपेण चकारः एव भवति तत्र अमार्ज् इति भवति अमार्ज् एव भवति न विशिष्टसूत्रमस्ति चकारान्तधातुः अस्ति चोः कुः इति उत्सर्ग सत्यं सत्यं चोः कुः इति भवति चोः पूर्तिं परन्तु तत् प्रभाते वृष भ्रश्य सृज मृज इति अस्ति इति कारणात् तत्र मृज इति अस्ति अस्मिन् दले अतः तत्र भ्राज चषां शः शकारः नास्ति तर्हि तत्र मृज इत्यस्य मृज धातोः अन्तिमवर्णस्य मूर्धन्य शकारादेशः भवति भ्रश्च भ्रश्च इति भ्रश्चभ्रश्च इति सूत्रे परिगणितानां धातूनां तालव्यशकारान्तधातूनाम् अनन्तरं सकारान्तधातूनां सत्यं सत्यम् अतः क्षम्यतां भगिनि तत्र ब्रिज् इति अस्ति अतः तत्र अमार्ज् इति भवति अमार्ज् इति तत्र चोपुः इति उत्सर्गसूत्रमस्ति तत्र भाद्य व्रश्य व्रश्य रुज सृज यज राज भ्राज चषामिति चकारस्य स्थाने मूर्धन्यषकारः भवति अमार्षित् भवति अमार्षित् यदा भवति तत्र षकारान्तधातुः अधुना भवति अतः तत्र षकारान्तधातुः भवति तत्र तु जष्ट्वं भजष्ट्वं भवति अमार्ड् डकारः आदेशः भवति अमार्ड् तस्मात् चर्त्वं भूत्वा अमार्ट् इति भवति अमार्ट् अमार्ड् अमार्ट् समीचीनं वा भगिनि सम्यक् सम्यक् इति रूपद्वयम् अस्ति अमार्ड् अपि च अमार्ज् इत्यत्र संयोगः वर्तते इति कारणात् अमार्ज् रेफकारयोः संयोगः अस्ति तर्हि किम् संयोगान्तस्य लोपः संयोगान्तस्य लोपः भवति वा तत्र अमार्ज संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति परन्तु किं भवति तत्तु संयोगान्तस्य लोपः अष्टम अध्याये अस्ति एतत् सूत्रं प्रबाध्यकार्यं करोति इति चिन्तयामि ब्रश्य ब्रश्य अपि अष्टमाध्याये अस्ति किल न संयोगान्तस्य लोपः रात्सस्य इत्यनेन रेपात् परस्य सकारस्य एव लोपः जकारस्य लोपः न भवति इति कृत्वा संयोगान्तस्य लोपः इति बाधितम् सत्यं धन्यवादः भगिनि रात्सस्य इति सत्यम् अमार्ट् सत्यं रेपः परे तत्र डकारः हा सत्यं तेषां लोपः न भवति अमार्ट् अमार्ट् एव रूपं भवति सत्यं तस्मात् अमार्ष् अस्ति न तत्र तु सकारः अस्ति सकारस्य लोपः भूत्वा तत्र सिति परे मार्ट् तावदेव रूपाणि यथा भवती उक्तवती तथैव तदेव भवति किल सकारः तदेव रूपं भवति किञ्चित् अन्यत् सूत्रमपि न प्रसक्तं मध्यमपुरुषे एकवचने सकारः परे किमपि अन्यत् सूत्रं प्रसक्तं वा इति पश्यन्ति अस्मि अमार्च सकारः तत्र तु सकारस्य रूपं तत्र तत्रापि वर्षभ्रश इति षकारः आदेशः भवति मूर्धन्यषकारः तस्मात् समानरीत्या भवति अमार्ट् अमार्ट् तदेव भवति इति चिन्तयामि भगिनी तावदेव किल समीचीनं सम्यक् अस्तु अग्रे संस्त् इति अस्ति तर्हि मीना भगिनी अग्रे संस्त् संस्त् इति अस्ति तत्र किं वदनीयं तत्र लङ्लकारस्य प्रथमपुरुषे एव वा प्रथमपुरुषे एव इदानीं संस्त् आगमः लङ्लकारे असंस्त् योगः तकारः अस्ति इत् अस्ति असम् इस् इत् तत्र हल् ज्ञाप्योर् अपृक्तं हल् लोभः भवति तकारः असंस्त् नकारसकारतः तकार तिष्ठति तदनन्तरम् इस् इत् अस्ति संयोगान्तस्य लोभः सो असकारः इन् असंस् भवति भूषणम् इदानीम् असंस्त् इत्यत्र संयोगान्तस्य लोपः इत्यस्य प्रसङ्गः अस्ति परन्तु चिन्तनं करोतु इतोपि असंस्त् कयोः संयोगः अत्र पदान्ते कयोः संयोगः पदान्ते कयोः संयोगः पदान्ते तकारः संयोगः सकारतकारयोः संयोगः पदान्ते सकारतकारयोः सकारतकारयोः संयोगः अस्ति संयोगान्तस्य लोपः तर्हि संयोगान्तस्य लोपः अस्ति परन्तु प्राप्तिः अस्ति वा संयोगान्तस्य ओ प्रथमम् अट् संस्त् इति तत्र संयोग न संयोगः वदतु किं वदति प्रथमतकारः लङ्लकारस्य प्रथमपुरुषे एक एकवचन तकारः लोपः हल्ङाप्योति अपृक्तं हल् इति सूत्रेण किल तदस्ति सत्यं तदस्ति तदनन्तरं संयो नकारसकारतकारः अस्ति तत्र किं सूत्रं संयोगान्तस्य संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति परन्तु अन्यत् किमपि अस्ति वा इति पश्यतु अन्यत् किमपि अस्ति वा अत्र संयोगः अस्ति चेत् अत्र केवलं चत्वारि सूत्राणि एव सन्ति अतः संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति परन्तु अन्यत् किमपि अस्ति वा इति अत्र पश्यतु तत्र अन्यत् राक्षस्य इति सूत्रमस्ति राक्षस्य इत्यस्य प्रसक्तिः अस्ति वा अत्र राक्षस्य राक्षस्य सूत्रस्य प्रसक्तिः नास्ति राल्लोपः इति चकारवकारः तत्रापि नास्ति तदनन्तरं किम् अस्ति अत्र तदन्तरं हाली च इति सूत्रं भगिनी एकं सूत्रं त्यक्तवती तत्र संयोगः अस्ति चेत् पश्यतु तत्र राल्लोपः इत्यस्मात् पूर्वम् एकं सूत्रमस्ति राल्लोपः पूर्वं किं रात्सस्य सूत्रस्य प्रसक्तिः नास्ति संयोगान्तस्य लोपः रात्सस्य इति सूत्रस्य अपि प्रसक्तिः नास्ति तदनन्तरं राल्लोपः अपि रेपमस्ति मध्ये भवति कोः संयोगाद्योरन्ते च स्कोः संयोगान्तस्य च इति सूत्रस्य सकारककारयोः तत्र सकारककारयोः लोपः जलि पदस्य अन्ते च अत्र जल् वर्णः अस्ति तस्मात् तस्य प्रसक्तिः अस्ति प्राप्तिः नास्ति इति न वक्तव्यम् अत्र पदान्ते संयोगः अस्ति संयोगस्य आदिमवर्णः सकारः अत्र संयोगः सकारतकारयोः संयोगः पदान्ते संयोगः अस्ति आदिमवर्णः सकारः वर्तते इति कृत्वा सकारस्य लोपः संयोगान्तस्य लोपः इति सूत्रं प्रबाद्य कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः अतः सन्त् इति रूपं लभ्यते इदानीं सन् तत्र संयोगान्तस्य लोपः सन् एव भवति अन्तिम तत्र संयोगान्तस्य लोपः इत्यनेन सकारस्य लोपः असन् इति भवति इति परे तत्र सिपि परे किं भवति असन् सि भवति सकारः असन् इस् तदा तत्रापि सकारककारयोः लोप जलिपदान्तस्य अन्ते च तदपि तत्रापि स्कोः संयोगाद्यन्ते च इति सूत्रस्य प्रसक्तिः अस्ति परन्तु परन्तु प्राप्तिः किमर्थं नास्ति तत्र जलिपरे अस्ति पदान्ते तत्रापि सकारः इति प्रत्ययस्य लोपः भवति खलु हल्याभ्यो दीर्घस्थितिस्य प्रत्यं हल् तेन सूत्रेण तत्र असंस्त् भवति सकारः लोपः भवति परं तदनन्तरं पुनः सकारतकारयोः संयोगः अस्ति पदान्ते स्कोः संयोगाद्योर् अन्ते च इति सूत्रेण सकारस्य लोपः भवति सो असन् एव भवति असन् पुनः संयोगान्तस्य लोपः इति सकारस्य लोपः अतः असः भवति इति रूपं खलु समाना अस्तु समीचीनं धन्यवादः इदानीं दुः इति धातुः अरुणा भगिनी किम् भगिनि दुः धातुः हलन्त हकारान्तदातु परन्तु आदिमवर्णः धकारः सो होडः न कार्यं करोति किं भवति तकार हल्नाभ्यो दीर्घादि सूत्रेण तकारलोप भवति अधुः अधुः अधुना जस्ट् अथोर् धोर्धः इत्यनेन हकारस्थाने न न जसस्तु तोर्धोधः इति तत् तस्य प्रसक्तिः नास्ति जसन्तः नास्ति खलु अत्र दकारादि हकारान्तः हकारान्तधातुः अस्ति चेत् किं भवति तत्र भवती उक्तवती इति चिन्तयामि दादेर्धातोर्गः इति उक्तवती वा भगिनि दादेर् धातोर् गः आं भगिनि ओ दादेर् गः सो हकारस्थाने घेशः भवति वस्तुतः तस्मात् अपि प्राक् तत्र अङ्गकार्यं करणीयं खलु प्रथमतया हल्नियाभ्यो इति कृतवती इदानीम् अदुः इति अस्ति तत्र अङ्गकार्यं किमपि अस्ति पश्यतु अधोः पातन्तलघुपदस्य अधोः भवति तदनन्तरं तधोद् भवति तद्धोग् अधोघ् हा अधोघ् इति भवति दादेर् धातोर्गः इत्यनेन हकारस्य घकारः अधोघ् इदानीम् अधोघ् इदानीं अधोघ् भवति केन सूत्रेण थकार सो मच् किम् एकाचोभशोभ जसन्तस्य जसन्तः जातः खलु घकारान्तः जसन्तः अस्ति अतः एकाचोभशोभ जसन्तस्य स्तोः इति कार्यम् अत्र भवति वा न वा भवति किमर्थं भवति पदान्ते अस्ति खलु पदान्ते अस्ति इति कृत्वा एकाचोपशुभश्च इत्यस्य कार्यं भवति तर्हि तर्हि तत्र किं विजयलक्ष्मी भगिनी किञ्चित् सहायं करोतु तत्र बशः स्थाने भष् आदेशो भवति झषन्तः अस्ति इति कृत्वा अतः कुतः आगतवती सा अधोघ् इति आगतवती खलु अधोघ् इति भवति धकारः भवति धकारस्य स्थाने धकारादेशो भवति महाप्राणधकार अधोघ् इति भवति एकाचो बशो भश्चषन्तस्य स्थोः इति सूत्रेण अपि च घकारः पदान्ते अस्ति झलां जशोन्ते इत्यनेन धोग् इति भवति अधोग् भवति वावसाने इति अधोक् इति भवति रूपद्वयम् अधोक् अधोग् समीचीनं वा भगिनि आमामाम् अधोग् इदानीं तत्र इदानीम् अन्ते घकारः झलां जशोन्ते इति कृतवती वा जलां जशन्ते गकारस्य गकारादेशो भवति जष्त्ववर्णः आयाति धोग् इति भवति अनन्तरं वावसाने इति चर्त्ववर्णः धोक् अधोक् महाप्राणधकारः आदौ अधोक् अधोक् अरुणभगिनी अवगतं वा अवगतं भगिनि प्रथमं ककार आगतः हकारस्थाने तदनन्तरं एकाचो पशो पश्यनेन ककार भवति तदनन्तरं जलां दर्शवन्ति चेत् अधोग् जष्टं भवति अधोग् वा अधोक् भवति सम्यक् समीचीनं धन्यवादः भगिनि तर्हि इदानीम् अग्रे किं शोभा भगिनी अग्रे करोति वा विद्युत् धातुः आं भगिनि विद्युत् धातुः अदादिगणीयधातुः तत्र विद् इति प्रथमम् अविद् इति भवति अविद् इत्यत्र तत्र उपधायाम् इक्वर्णः पुगन्तलघुपदस्य इत्यनेन अवेद् इति भवति इदानीं दकारान्तधातुः तकारान्तधातुः अस्ति इत्यतः तत्र एकं सूत्रमस्ति दश्च इति, किन्तु न भवति यतोहि तत्र धातोः पदान्ते तकारस्य स्थाने विकल्पेन रु आदेशः भवति सिपि परे एव, तत्र सिप् न सिपि परे नास्ति इदानीं। तर्हि अवेद् अवेद् इति तिष्ठति, अपि च दकारस्य स्थाने तकारादेशः अपि भवति किं तत्र जस्त्वं भूत्वा, अतः अवेत् अवेदिति रूपे भवतः। सिपि परे, हा सिपि परे इदानीं तत् तदेव अवे अविद् इति इदानीं किं भवति तत्र सिपि परे दश्च इति कार्यं करोति, अतः किं भवति धातोः पदान्तदकारस्य विकल्पेन रु आदेशः भवति। तर्हि अवेद् इत्यत्र अवेर् इति भवति। इदानीं रेपः अस्ति इति कृत्वा खर् अवसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति, अवेः इति भवति रूपम्। एकमेव न अवेद् इति, अपि च तत्र विकल्पेन खलु दश्च इति विकल्पेन वैकल्पिकरूपम्, अतः अवेद् अथवा अवेः इति रूपद्वयं भवति, रूपत्रयं क्षमताम् अवेत् अवेद् अवेः इति भवति, त्रीणि रूपाणि त्रीणि रूपाणि। तिपि परे रूपद्वयं, तिपि परे त्रीणि रूपाणि। हा तिपि परे केवलम् अवेद् अवेत्, तिपि परे अवेद् अवेत् पुनः भवति अवेः इति अपि भवति। सम्यक्। तर्हि हन् धातुः मम भगिनी वदति वा? अहन् अहन् अहन् योगः सन्ति सन्तति, तस्मात् अहन् प्लस् नकारः अस्ति। न श्रूयते भगिनि, किञ्चित् उच्चैः वदतु। अपि श्रूयते वा? वदतु वदतु। अहं योगः भगिन्या दीर्घसूत्रं खलु सूत्रेण तकारः लोपः नकारः न जानामि न, तत्र किमपि अवगन्तव्यम् इति नास्ति, अत्र वस्तुतः किमपि कार्यं नास्ति। अल्यावयो दीर्घसूत्रस्य प्रथमः लिखितेन तप्रत्ययस्य लोपः अहन् इति एव तिष्ठति। तिपि परे अहन्, तिपि परे का गतिः? तिपरे अपि समानम्। सरलमस्ति, किमर्थं स्मर्तव्यम्? न कार्यम् तस्य चेत् सूत्रस्य कार्यं नास्ति, किमपि कार्यं न कार्यं नास्ति, सरलमस्ति भवत्याः कृते, सरलम् अस्तु। समीचीनम्, अत्र स्थगनं कुर्मः। अहं किं प्रार्थयामि इति चेत् सूत्राणि सम्यक्तया पठित्वा आगच्छन्तु, नो चेत् अभ्यासः अग्रे न भवति, अग्रगतिः न भवति अभ्यासस्य। स्थगनं भवति यतोहि अत्र बहूनि सूत्राणि सन्ति इति नास्ति खलु अस्मिन् करपत्रे, केवलं कतिचन सूत्राणि एव सन्ति, अतः एकवारं दृष्ट्वा आगच्छन्तु अग्रिमसप्ताहे, तदानीं झटिति अग्रे गन्तुं शक्नुमः, यतोहि अत्र अभ्यासार्थं बहवः दातवः सन्ति, अतः कृपया दृष्ट्वा आगच्छन्तु, इतः अग्रे गन्तुं शक्नुमः। अस्तु तर्हि धन्यवादः धन्यवादः भगिनी धन्यवादः महोदय धन्यवादः